पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 98 सूद उवाच यदश्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः पुनः पप्रचमासस्य माधवस्य विधिं शुभं ब्राह्मण उवाच धर्मराजमहाभाग सम्यग्गुह्यं प्रकाशितं माधवस्नानजं पुण्यं नराणां मुक्तिदं परम् माधवं माधवे मासि स्नात्वा प्रातःसमाहितः कथं सम्पूजये देवं कैपुष्पैस्तद्विधिं वद धर्मराज उवाच सर्वेषां पत्रजादीनां तुलसी केशवप्रिया पुष्करादीनि तीर्थानि गङ्गाद्या सरितस्तथा वासुदेवादयो देवा वसन्ति तुलसीदले सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा त्यक्त्वा तु मालरीपुष्पं मुक्त्वा च सरसीरुहं गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेद् तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेद् अस्नात्वा तुलसीं चित्वा देवार्थं पितृकर्मणि तत्सर्वं निष्फलं याति पञ्चगव्येन शुध्यति दारिद्र्यदुःखभोगादिपापानि सुबहून्यपि तुलसीहरदे क्षिप्रं लोकानिव हरीतकी तुलसी कृष्णगौराख्य तयाभ्यर्च्य मधुद्विषं विशेषेण हरेर्भक्तो नरो नारायणो भवेद माधवं सकलं मासं तुलस्या योर्चयेद्यतः त्रिसन्ध्यं मधुहं तारं नास्ति तस्य पुनर्भवः अलाभे पुष्पपत्राणामन्नाद्येनाभिपूजयेद् शालितण्डुलगोधूमैर्यवैर्वापि हरिं सदा प्रादस्नात्वा विधानेन माधवे माधवप्रिये पितृदेवमनुष्यांश्च तर्पये सचराचरं योऽश्वध्वमूलं वै सिं चेत्तोयेन बहुना सदा कुर्यात् प्रदक्षिणं तं तु सर्वदेवमयं ततः योऽश्वद्धमर्चयेद्देवमुदकेन समन्ततः कुलानामयुधं तेन तारिदं स्यान्न संशयः अलक्ष्मीकालकर्णी च दुःस्वप्नो दुर्विचिन्तितम् अश्वद्धतर्पणात्ताद सर्वदुःखं विलीयते तर्पिता पितरस्तेन तेन विष्णुसमर्पितः योऽश्वद्धमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः श्वेताश्वपुष्पाणि तदाशमीं च उदासनं चन्दनमर्कबिम्बम् अश्वद्धवृक्षं च समालभेद ततश्च कुर्यान्निजजाधिधर्मान् कण्डूयनं च गोग्रासं स्नात्वा पिप्पलदर्पणं कृत्वा गोविन्दपूजां च न स दुर्गतिमाप्नुयाद् त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयं सर्वाशक्तो विविधिना नारी वा पुरुषोऽपि वा पूर्वोक्तनियमैर्युक्तप्रातः स्नात्वा च शक्तिदः विमुक्तपादकैः सर्वैः स्वर्गमक्षयमश्नुदे वैशाख्यामपि शक्रिया वा भोजयेद्ब्राह्मणान्दश त्रिरात्रमुद्धितः स्नात्वा सकृच्च प्रयतः शुचिः गौरान्वा यदि वा कृष्णां स्थिलान् क्षौद्रेण संयुधान् दत्त्वा द्वादशविप्रेभ्यस्तेनैव स्वस्ति वाचयेत् प्रीयदां धर्मराजो मे पितॄन् देवांश्च तर्पयेद् यावज्जीवकृतं पापं तत्क्षणादेव नश्यति अयुधायुधं च तिष्ठेत् स स्वर्गलोके यथा सुखं मामेव तु न पश्येत् स पूजितोऽखिल दैवतैः पाकान्नोदककुम्भादि पितृदैवततुष्टये त्रयोदश्यां चतुर्दश्यां पूर्णायां च दिनत्रयं यो दद्याद्भक्तिदो विप्र महापापैः प्रमुच्यते सुवर्णतिलपात्रैस्तु ब्राह्मणाञ्छक्तितोऽन्वहम् तर्पये दुतपात्रैस्तु ब्रह्महत्यां व्यवोहति वैशाख्यां पौर्णमस्यां च सृष्टा कमलयोनिना तिला देयाश्च भक्त्या च श्रेयसन्तधिहेतवे इहार्ते च पुरावृत्तं तदा कर्णयसुव्रत फलं माधवमासस्य पूर्णायां परमाद्भुतं मेषसङ्क्रममारभ्य तीर्थयत्रिं दशदुत्तमाः सर्वयज्ञाधिका पुण्याः पुराणेषु प्रकीर्तिताः विशेषतोऽपि तास्तिस्रः पवित्राः पापि दुर्लभाः ततोऽपि पूर्णिमा पुण्या माधवी माधवप्रिया एषा वाराहकल्पादितिथिराद्या महाफला पुरा नारायणेनास्यामादिदैत्यौ विमोहितौ हिरण्याक्षमधुविप्रपृथिवी च समुद्धृता त्रयोदश्यां चतुर्दश्यां पौर्णमास्यामयं विभुः क्रमादेदत्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे ततः प्रभृति विप्रेन्द्र विशेषा देवपूर्णिमा कल्पादिपावनाख्यादा कर्मणकल्पसाक्षिणी येन स्नानं न वैशाखे प्रादर्नियमशालिना किं तस्य जन्मना विप्र नूनमात्मापकारिणा त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः अपि सम्यग्विधानेन नारी वा पुरुषोऽपि च प्रादस्नादसनियमसर्वपापै प्रमुच्यते स्नानदानार्चनश्राद्धक्रिया पुण्यादिवर्जिता यस्यातीता च वैशाखी स नूनं निरयालयः न वेदेन समं शास्त्रं न तीर्थं गङ्गया समं न दानं जलगोतुल्यं न वैशाखी समाधिः जलधेनुं च यो दद्यादैश्वाख्यां विष्णुतत्परः त्रयाणामपि देवानां चतुर्धोऽयं विशेषतः मातृहा पितृहा चैव भ्रूणः गुरुतल्पकः जलधेनुं समालोक्यमुच्यते सर्वपादकैः दशपूर्वान् परान्वंश्यान् नरकात् तारयन्ति ते जलधेनुं प्रयच्छन्ति वैशाख्यां विधिना त्रये शर्कराफलताम्बूलमुपानत्करपत्रिकाः प्रयच्छन्ति द्विजाग्रेभ्यो धन्यास्ते चात्र कीर्तिदाः मणिकोदककुम्भाश्च पक्वान्नं हैमदक्षिणां य प्रयच्छति वैशाख्यं सोऽश्वमेधफलं लभेद अत्राप्युदाहरन्तीममितिहासं पुरातनं ब्राह्मणस्य च संवादं प्रेधै सार्धं महावने ब्राह्मणो धनशर्मासीन् मध्यदेशे पुराणख कुशाद्यर्थं वनं यादो ददस्येदमधाद्भुतं भीदो पश्यदसौ प्रेधान् दुष्टां स्त्रीनदिदारुणान् ऊर्ध्वकेशान् स रक्ताक्षान् कृष्णदन्तान् कृशोदरान् कुर्वतो विविधारावान् धावतोऽपि यतस्ततः तान् दृष्ट्वा भयसन्त्रस्तो ब्राह्मणो विद्रुतो जवाद क्रन्दमानास्ततस्तेऽपि तमेवानुययुस्तदा सधर्ष्यमाणस्तैः प्रेदैरुवाच मधुरं वचः धनशर्मो वाच केयूयं वक्कुदोऽवस्था जातेदि निरयोचिता भयार्थमनुकम्प्यं मां दुःखितं त्रातुमर्हद वैष्णवं बहुभृत्यं च निःस्वं विप्रं वनागतं भवतामपि सश्रेयो नूनं दास्यति केशवः ब्रह्मण्यो भगवान् विष्णुस्तुष्टो मय्यनुकम्पया अदसी पुष्पसङ्काशो विष्णुपीताम्बरो हरिः यस्य श्रवणमात्रेण नाम्नो यादिमहातमः अनादिनिधनो देवशङ्खचक्रगदाधरः अक्षयपुण्डरीकाक्षः प्रेदमोक्षप्रदायकः यम उवाच नामश्रवणमात्रेण विष्णोस्ते परितोषिताः पिशाचा पुण्यभावस्ता दया दाक्षिण्ययन्त्रिताः प्रीणितास्तस्य वचसा तदादिष्टेन नोदिताः इदमुचुर्द्विजं प्रेदाः क्षतृष्णापूरपीडिताः प्रेदावूजु दर्शनेनैव ते विप्र नामश्रवणदो हरेः भावमन्यमनुप्राप्ता वयं जादा दयालवः अपाकरोति दुरितं श्रेयश्च योजयत्यपि यशो विस्तारयत्याशु नूनं वैष्णवसङ्गमः रसायनमयीषिदा परमानन्ददायिनी नानन्दयदि कं नाम वैष्णवामृतचन्द्रिका अयं कृद्धघ्ननामास्ति द्वितीयोऽयं विदैवतः अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृद सदैवानुष्ठितानेन पाप्नोति कृदघ्नदा तेनास्य कर्मजं नाम कृदघ्नाख्यं व्यवस्थितं सुदास इति नाम्नायं शूद्रो भूत्पूर्वजन्मनि कृदघ्नस्तेन पापेन प्राप्तो वस्तामिमां द्विज अधिपापानि धूर्तेज गुरुस्वाम्याखितेऽपि च निष्कृतिर्विद्यते विप्राकृदघ्ने नास्ति निष्कृतिः नानानिरयसङ्घातं शरीरैर्यादनाक्षमैः अनुभूयात्तां तु अवस्थामत्यामेधां गदो द्विज अनेनान्नं सदा भुक्तम् अकृत्वा देवतार्चनम् अदत्त्वा गुरुविप्रेभ्यस्तेनैवायं विदैवतः अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः हरिवीर इति ख्यातो नाम्नासीत् पूर्वजन्मनि रोषाहङ्कार नास्तिक्यैर्गुरुवाज्ञालङ्घनोद्यतः अकृत्वैव महायज्ञान् भुक्तवान् विप्रनिन्दकः कर्मणा तेन पापेन महानरकसङ्कटम् अनुभूय तदप्रेदो जातो नाम्ना विदैवतः अवैशाखस्तृतियोगं त्रयाणामपि पापकृद तेन मे कर्मजं नाम ब्राह्मणोऽहं व्यवस्थितः मध्यदेशे भवं नाम्ना गौतमो गोत्रतोऽप्यहं विप्रो वासपुरे वासि यज्वासं पूर्वजन्मनि मया केवलमेवैकं श्रौदमार्गानुसारिणा उद्दिश्य माधवं देवं न स्नादं मासि माधवे न दत्तं न हुदं किञ्चिद्वैशाख्यां चाविशेषतः नार्चितो मधुः तत्र तोषितान मनीषिणः मणिकोदककुम्भैश्च न दानैः पितृदेवताः तर्पितानतिला दत्ताः सक्षौद्राश्रोत्रियेषु च न पुष्पफलताम्बूलचन्दनव्यजनाम्बरैः विद्वांसो नार्चितास्तत्र पितृदैवततुष्टये मया नैकापि वैशाखी पूर्णा पूर्णफलप्रदा स्नानदानक्रियापूजा सुकृतैः परिपालिता तेन मे वैदिकं कर्म सर्वं चैव तु निष्फलं ततो वैशाखनामाकं प्रेदो जातोऽस्मि सर्वतः यदत्ते सर्वमाख्यातं त्रयाणामपि कारणं त्वं नो भव समुद्धर्ता पावाद्विप्रोऽसि वै यदः विमुक्तं ब्रह्मतीर्थं च साधव परमं यदः तारयन्ति महापापान् निरयेभ्योऽपि संसृतान् गङ्गादिपुण्यतीर्थेषु यो नरस्नादि सर्वदा यः करोति सदां सङ्गं तयो सङ्गमो वरः अथवा मम पुत्रोऽस्ति धनशर्मेदि विश्रुतः तं गत्वा बोधय स्वामिन्नस्मदर्थे कृतोद्यमः कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते पुष्कलं फलमाप्नोति यज्ञदानक्रियाधिकं यम उवाच प्रेतवाक्यं तदा कर्ण्य धनशर्मादिदुःखितः सतं जनकमाज्ञाय पतितं निरये निजम् आत्मानमभिधो निन्दन्निदं वचनमब्रवीद धनशर्मोवाच अहं तव सुधस्वामिन् गौतमस्य निरर्थकः यस्तु पुत्रो न निस्तारं पितुः कुर्यादन्धृतः आत्मानं पावयेन्नासावदादा द्रव्यवानिति धर्मो हि गहनो ज्ञेयप्रयत्नेनापि धीमदा यथा मम पिता च त्वमिमां प्राप्तोऽसि दुर्गतिं यथा च सुखसन्तानं न मत्तः प्राप्तवानसि लोकयो सुखसन्ताने तथा स तनयो मदः द्वौ गुरु पुरुषस्येक पिता माता च धर्मतः तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनाद किं करोमि क्व गच्छामि कथं तादगदिस्तव धर्मतत्त्वं न जानामि संश्रयामि भवद्वजः प्रेत उवाच शृणुपुत्रवच सत्यं भाविनोऽर्थस्य मे बलाद् अथ पुण्येन केनापि पवित्री सुगतिर्मम मया श्रौतानि कर्माणि कुर्वदा किल गर्वतः अनादृतं गुरुवजो गुरुस्तत्रावमानितः गुरूणामपमानेन प्रहर्षक्रोधविस्मयैः पुण्यानि क्षयमायान्ति यशांसीव हि दुर्नयैः पौराणिकविधानेन कर्मश्रौता विरोधीयत केवलं वैदिकं कर्म कृतमज्ञानदो मया पापेन्धनदवज्ज्वाला पापद्रुमकुठारिका कृता नैकापि वैशाखी विधिना पुत्रपूर्णिमा अव्रता यस्य वैशाखी सो वैशाखो भवेन्नरः दशजन्मानि च ततस्थिर्यज्ञोनिषु जायते चिरं भुक्त्वा दुःखमन्दे प्रेतपर्यायतो भवेद् लभते मानुषं जन्म कथञ्चिदपि दुर्लभम् उपायं ते वदिष्यामि प्रेतमोक्षकरं परं श्रुतवान्यदहं पूर्व जन्मनि स्वगुरोर्मुखाद गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः अद्य तत्सर्वगदिता कल्पाद्या साप्युपागता पश्चिमेहनि वैशाखी पितृदेवार्चने हिता पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुम्भान्नफलानि भक्त्या दद्यात् पितृभ्यो भवदीह दत्तं श्राद्धं सदा तेन समासहस्रम् वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः सिद्धे सिद्धे भवेत्तृप्तिपितॄणां युगसङ्ख्यया वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान् दश पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः गौरान्वा यदि वा कृष्णां स्थिरान् क्षौद्रेण संयुतान् दत्त्वा दशभ्यो विप्रेभ्यस्तेनैव स्वस्ति वा जयेद प्रियधां धर्मराजेदि पितृन् देवाश्च तर्पयेद यावज्जीवकृतं पापं तत्क्षणादेव नश्यति वैशाख्यं पौर्णमास्यां च सृष्टा कमलयो निना तिलादेयाश्च भक्त्या च स्पृश्याः सर्वाङ्गदो द्विज यस्थिलैर्यव सम्मिश्रैः स्नादि सर्वाङ्गतस्तदा तस्य ब्रह्मा च धर्मोऽत्र ददाति वरमीप्सितं प्रीतये धर्मराजस्य यो दद्यादुदकुम्भकान् सप्तसप्तकुलं तेन तारितं स्यान्न संशयः त्रयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः स्नात्वा जप्त्वा तदाहुत्वा दत्त्वा सम्पूज्य माधवं यद्फलं जायते पुत्र तदस्माकं प्रयच्छ भोः नैतौ परिचितौ प्रेतौ हित्वा स्वर्गदिमाश्रये यदयोरपि पापस्य ह्यं तोऽयं समुपस्थितः यम उवाच तदेत्युक्त्वा गतसर्वं ततश्चक्रे स वैद्विजः प्रीतपरमया भक्त्या वैशाख्यं स्नानदानकृत स्नातसमुदितो भक्त्या प्राप्य माधवपूर्णिमं दत्त्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक् तत्क्षणा देवते सर्वे विमानस्था दिवं ययुः तत्पुण्यदानयोगेन मुदिता द्विजसत्तमा धनशर्मापि विप्रेन्द्रश्रुतिस्मृतिपुराणविद भुक्त्वा भोगांश्चिरं कालं ब्रह्मलोकमवाप्तवान् एषा पुण्यतमा तस्माद्वैशाखी विश्वपावनी कथ्यते तु मया विप्रसमासेनादिगौरवाद धन्यास्त एव कृदिनश्च त एव जादा लोके त एव पुरुषा पुरुषार्थभाजः यमाधवे मधुनिषूदनमर्चयन्ति प्रादर्निमज्य नियमेन विशुद्धचित्ताः यो माधवे मासि नरप्रभादे स्नाध समाराधयदे रमेशं यमैरुपेदो नियमैरशेषैर्व्रतोऽपि नूनं स निहन्ति पापं तैरेव कालो विचितस्त एव नरेषु धन्या विगतैनसस्ते त एव गर्भेण विशन्ति भूयो मज्जन्ति ये माधवमासि युक्ताः समाधवो गर्जति यज्ञयोगात्तपक्रिया दानविधानयोगाद यस्मिन् कृतमासि कथञ्चिदल्पं पुण्यं पुनः स्यादिह कल्पतुल्यं मज्जदो हि मनुजस्य माधवे माधवार्चनकृते दिनोदये तामसोऽपि जलबिन्दुसङ्गमादङ्गमावहदि पावनं यतः तानि देहमधिरुह्य देहिनस्तावदेव विचरन्त्यखानि च यावदेधि न स माधवाह्वय श्रीरामरमणवल्लभो विराट मेरुमन्दरतुल्यानि पापान्युग्राण्यनेकशः दहते माधवो मासस्नादो माधववल्लभः इदं संक्षेपदप्रोक्तं मया तेऽनुग्रहाद्विज वैशाखस्नानमाहात्म्यं श्रोधुपापक्षयं करं यस्तु शोष्यति भक्त्यैनमितिहासं मयोदिदं सोऽपि पापविनिर्मुक्तो न मामालोक यदिष्यति ब्रह्महत्यादिपापानि बहुशोऽपि कृतान्यपि वैशाखस्य विधानेन तानि नश्यन्ति निश्चितम् त्रिंशत् पूर्वान् परांस्त्रिंशत् त्रिंशच्चैव परावरान् वैशाखे विधिना स्नादो नरकादुद्धरेत्पृतृन् एकद सर्वतीर्थानि सर्वे यज्ञासदक्षिणः एकदो माधवो मासो नियमादनुपालितः यतो भगवतस्तस्य हरेरुत्कृष्टकर्मणः प्रियोऽसौ माधवो मास सर्वेभ्यः प्रवरोधिकः संशयं नो विधेहीति महीदेव कथञ्चन वैशाखं प्रति वैमासं समासाद्यन्मयोदिदम् इहार्थे यत्पुरा वृत्तं तदा कर्णयचद्भुतम् अनाख्येयमपीदं ते कथयिष्ये कथानकम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमाहात्म्ये अष्टनवतितमोऽध्यायः ॐ